नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति चुरादिगणः इति, तत्र विशेषदातवः इत्यस्मिन् विषये चिन्तनं जायमानम् अस्ति। अस्तु, उषाभगिनी कृपया पुनस्मरणत्वेन वदतु अत्र किम् अधीतमिति। अस्तु भगिनि, गतवर्गे कृप् धातोः विषये वयं पठितवन्तः। कृपो रो लह इति सूत्रम् अस्ति। कृपो रो लह इति सूत्रं वदति कृप् कृप् धातोः रेपस्य लकार आदेशः भवति इति। कृप् धातोः कृते अनुवृत्तिसहितसूत्रम् अस्ति कृपः उः, कृपः रः लह इति अस्ति। तत् अनुवृत्ति वयं चिन्तितं भवति कृपः उः लह इति गृहीतम्। अनन्तरं कृपः रः लह इति भवति गृहीतं भवति। कृपः उः लह इति अस्ति चेत् यत्र कृप् धातोः ऋकार उः इति ऋकारान्त षष्टि सूचयति। कृपः उः यत्र ऋकारः गुणः भवति तत्र लः भवति। गुणः नास्ति अपि कृपः रः लः इति कृते अवयवी अवयवभावः गृहीतं भवति। तत्र रेपस्य स्थाने अंशः रकारः रेपः लः भवति इति गृहीतं भवति। यत्र गुणः भवति कृप् योगः णिच् इति स्थिते कृप् योगः इकारः इत्यनेन अत्र कृपो रो लः इत्यनेन कृप् स्थाने कल्प् योगः इ इति भवति। कल्पि इति नूतनधातु सिद्ध्यति। कल्पयति अथवा कल्पयते इति रूपम् अन्तिमरूपं भवति लट् रूपम्। लिटि यत्र गुणे नास्ति इत्यस्य कृते कृप् योगः ये इति स्थिते अत्र गुणः नास्ति लिटि वयं पठितवन्तः। किञ्चित् ज्ञानं चक्लृप् चक्लृपे इति भवति। कृ स्थाने क्लृ इति भवति चक्लृपे इति भवति। अत्र प्रश्नः उदेति पाणिनिमहर्षिः कृप् इति किमर्थं दत्तं क्लृप् क्लृप् इति दत्तम् इति हि कुड् हाव् गिवन् बट् यतोहि वेदे कृप् इति एव दृश्यते कृप् इति नास्ति। व्यवहारे एव कृप् इति दृश्यते। अनन्तरं उपदा कृत् धातोः वयं पठितवन्तः। कृत् धातोः कृते कृत संशब्दे इति धातोः अत्र कृत् चुरादिगणे कृत् धातुः कृत् इति उपदायाश्च इति सूत्रेण कित् इति भवति। दीर्घऋकारः कृत इति कृत् इति भवति। कृत इति अदन्तधातु अत्र ऐ गेस् स्थानिवत् भावत्वेन कृत् इति भवति। कृत् अथ उपदायाः कृत् इति खलु अथ उपदायाः डसन्ट् इवन् कम् देर्। आम् भगिनि, उपदायाश्च इति सूत्रेण ऋकारस्य स्थाने धातोः उपदाभूतस्य ऋतः इत् भवति। तत्कारणेन कृ इति खि इति भवति। उरण्ड्रपरः इत्यनेन किर् इति भवति। किर् इति भवति देन् किरति इति रूपं सिद्ध्यति। ऋत् वयं पठितवन्तः ऋत इति धातोः उपादायाश्च इति सूत्रं साक्षात् अनन्तरम् अस्ति इत्यनेन ऋत दीर्घऋकारस्य स्थाने इकार आदेशः भवति. कृत् धातोः कित् इति भवति, उरण्ड्रपः इत्यनेन किर्त् इति भवति. उपादायां च इति एकं सूत्रं वयं पठितवन्तः. किर्त् इति स्थाने कीर्त् इति भवति. उपादायां च इति सूत्रं रुवोरुपादायाः हलः दीर्घः, रुवोरुपादायाः दीर्घः इति साक्षात् अनन्तरम् अस्ति. उपादायां च, उपादायां च इति सूत्रं वदति यस्य रेफवकारौ तादृशरेखवकारौ यस्य परः हल् वर्णः अस्ति अथवा हलन्तधातोः, हलन्तधातोः अस्ति तत् हल् अन्तिमहल् वर्णं पूर्वं रेपः अथवा वकारः अस्ति तादृश रेपवकारौ पूर्वं इक् वर्णः अस्ति चेत् इक् वर्णस्य इक् वर्णः दीर्घः भवति इति उपादायां च इति सूत्रं वदति. उपादायां च बहूनि दलम् अस्ति हलन्तधातु, हलन्तधातोः पूर्वं रेपवकारौ रेप अथवा रेप अथवा वकारः तादृशरेपवकारौ पूर्वं इक् वर्णः अस्ति चेत् तादृश इक् वर्णः दीर्घः भवति इति. उपादायां च इति सूत्रस्य कृते वयं कृत् इति अगेन् कृत् इति कित् इति भवति उपादायाश्च इति अनेन. उपादायाश्च इति दीर्घऋकारस्य स्थाने इकारः भवति इति कित् भवति. अनन्तरम् उरण्ड्रपरः इत्यनेन रेपः भवति किर्त् इति भवति. किर्त् इति स्थाने कीर्त् इति भवति उपादायां च इति सूत्रेण. कीर्त् कीर्त् इति णिच् णिच् योजयामः चेत् कीर्ति इति नूतनधातुः सिद्ध्यति. अनन्तरं शप् शप् ति योजनेन कीर्तयति, कीर्तयते अपि रूपं सिद्ध्यति. समीचीनं समीचीनं भगिनी, सम्यक्, धन्यवादः. समीचीनतया उक्तवती. तर्हि अस्माभिः तत्र गतवर्गे कृपोरोलः इति सूत्रम् अधीतं. तत्र कृपः कृप् धातोः यत्र रेपः अस्ति तत्र लकारादेशः, यत्र ऋकारः अस्ति तत्र तु लृ इति आदेशः भवति, लु इति आदेशः भवति इति अस्माभिः दृष्टम्. तत्पश्चात् तत्र उपादायां दीर्घऋकारः अस्ति चेत् तत्र तु उपादायाश्च इति सूत्रमस्ति. ऋत इति धातोः इत्यस्य अनन्तरमस्ति उपादायाश्च इति सूत्रम्. दीर्घऋकारान्तधातुः अस्ति चेदपि ह्रस्व इकारादेशः भवति. उपादायां दीर्घऋकारः अस्ति चेदपि ह्रस्व इकारादेशः भवति. सूत्रे तु निमित्तं किमपि न उक्तं, निमित्तं नोक्तं, तथापि अङ्गस्य इति अधिकारे अस्ति सूत्रद्वयमपि इति कृत्वा वयं ज्ञातुं शक्नुमः प्रत्यये परे एव इदं कार्यं भवति. तर्हि तत्र कीदृशप्रत्ययः इति पश्यामः चेत् ऋतधातोः इत्यस्य कृते तत्र कित्नित् प्रत्ययः परः अस्ति चेत् ऋतधातोः इत्यस्य कार्यं भवति. उपादायाश्च इत्यस्य कृते तु तत्र कित्नित् प्रत्ययः एव इति नास्ति, पित्प्रत्ययः अस्ति चेदपि भवितुम् अर्हति, यतोहि अत्र दीर्घऋकारः अस्ति उपादायाम्. अतः पुगन्धलघुपदस्य च इत्यस्य प्रसङ्गः नास्ति, साक्षात् उपादायाश्च इत्यस्य एव प्रसङ्गः. ऋतधातोः इत्यस्य विषये तु दीर्घऋकारः अन्ते अस्ति, धातोः अन्ते, अतः तत्र सार्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः अस्ति. यत्र पित्प्रत्ययः परः तत्र सार्वधातुकार्धधातुकयोः इत्यस्य प्राप्तिः भवति परत्वात्. यत्र प्रत्ययः पित् भिन्नः अस्ति तत्र ऋतधातोः इति सूत्रेण ह्रस्वैकारादेशः भवति. सूत्रद्वयमपि अधीतम्। तर्हि इदानीं तत्पश्चात् उपादायां च इत्यपि सूत्रमस्ति। उपादायां च इति सूत्रे अत्र उक्तं धातूनां यौ उपधाभूतौ रेपवकारौ हल् परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशः भवति। तर्हि अत्र व्याख्यानं पश्यामः चेत् तत्र रेपवकारौ कीदृशरेपवकारौ उपधाभूतौ धातुः अस्ति धातौ रेपवकारौ रेपः अथवा वकारः कुत्र भवति इति चेत् उपधायां भवति। रेपः अथवा वकारः उपधायाम् अस्ति अपि च तत्र धातोः अन्ते हल् वर्णः अस्ति हल् वर्णः भवेत्। अच्वर्णः अस्ति चेत् सूत्रस्य कार्यं नास्ति हल् वर्णः भवेत्। अपि च रेपवकारयोः पूर्वम् इक् वर्णः अस्ति चेत् तस्य दीर्घादेशः भवति इति सूत्रार्थः। तदेव अत्र उक्तं हलः धातोः उपधयोः रुवोः उपधायाः इकः दीर्घः इति उक्तम्। तर्हि हलः इति पदं हली च इत्यस्मात् सूत्रात् अनुवृत्तमस्ति, परन्तु हली परे इति अर्थः नास्ति अस्मिन् सूत्रे। हली परे इति तत्र पूर्वस्मिन् सूत्रे हली च इत्यत्र हली इति सप्तम्यन्तम् अस्ति, अतः परनिमित्तम् इति रूपेण अस्ति तत्र, परन्तु अत्र तादृशं नास्ति। तथा अस्ति चेत् दोषः भवति, अतः अत्र हलः इति षष्ठ्यन्तरूपेण परिणामः। हलः इति धातोः विशेषणम्, हलः धातोः हलन्तधातोः, तत्र येन विधिस्तदन्तस्य इत्यनेन हलः धातोः इत्युक्ते हलन्तधातोः। अत्र केवलं हल् इति धातुः इति न वक्तुं शक्नुमः, यतोहि अत्र उपधा इत्यपि अस्ति खलु, अतः केवलं हल् इति धातुः न, परन्तु हलन्तधातुः येन विधिस्तदन्तस्य इति वदामः चेत् तत्र स्वं रूपमपि भवितुम् अर्हति अथवा तदन्तस्यापि ग्रहणम् इति उक्तं खलु, परन्तु अत्र स्वं रूपम् इति नास्ति, केवलं हल् इति धातुः न स्वीकर्तुं शक्यते, यतोहि अस्मिन् सूत्रे उपधयोः इत्यपि अस्ति, अतः हलन्तधातुः इति आगतम्। तदनन्तरं हलन्तधातुः तत्र उपधा इति अपि अस्ति। उपधा कीदृशः इति चेत् उपधयोः रुवोः इत्युक्ते अत्र कीदृशरुवोः धातौ हलन्तधातौ रेपवकारौ स्तः, परन्तु कुत्र स्तः इति चेत् उपधायां स्तः, उपधयोः रेपवकारयोः रुवोः उपधायाः। रुवोः उपधायाः इत्यत्र अवयव अवयवीभावः, रुवोः उपधायाः यः इकः, उपधायां यः इक् वर्णः तस्य दीर्घादेशः भवति। सूत्रे एव उपधायां च इति उक्तम्, परन्तु तत्र उपधायाम् इति सप्तम्यन्तम् अस्ति, सप्तम्यन्तरूपेण वयं स्वीकुर्मः चेत् तत्र सम्यक्तया बोधः न भवति इति कृत्वा तत्र उपधायां पश्यतु, उपधाशब्दः रुवोः इत्यस्य विशेषणम्, रुवोः तु षष्टिद्विवचने, अतः उपधायाम् अपि तथा षष्टिद्विवचने, यद्यपि सूत्रे सप्तमी एकवचनं दत्तमस्ति। तर्हि सूत्रे उपधायाम् इति सप्तमी एकवचनम् अस्ति, तथापि उपधायाम् इति तु रुवोः इत्यस्य विशेषणमस्ति। रुवोः इति पदं तु पूर्वस्मात् सूत्रात् अनुवृत्तमस्ति, षष्ट्यन्तमस्ति, अतः उपधायाम् इत्यस्य अन्वयः रुवोः इति पदेन सह अस्ति। रुवोः इति षष्टिद्विवचने अस्ति इति कृत्वा उपधयोः इति अपि षष्टिद्विवचने एव भवति, यद्यपि सूत्रे सप्तम्यन्तमस्ति। अनन्तरम् उपधायाः इकः दीर्घः इति तु साक्षात् अनुवृत्तमस्ति रुवोरुपधायाः दीर्घः इकः इत्यस्मात् सूत्रात्। रुवोरुपधायाः दीर्घः इकः इत्यस्मात् सूत्रात् सम्पूर्णतया अनुवृत्तिः, रुवोः उपधायाः इकः दीर्घः इति सम्पूर्णतया अनुवृत्तम्। तत्र रुवोः इति पदं विशेष्यमस्ति, तस्य विशेषणमस्ति उपधयोः। उपधयोः इति पदं तु साक्षात् सूत्रे नास्ति, उपधायां च इति सूत्रे उपधयोः इति पदं नास्ति, उपधायाम् इति सप्तम्यन्तं पदमस्ति, परन्तु तस्य अन्वयोः रुवोः इत्यनेन सह अस्ति इति कृत्वा तस्य विभक्तिपरिणामं कृत्वा उपधयोः इति षष्टिद्विवचने प्रयुज्यते. तेन हलः धातोः उपधयोः रुवोः उपधायाः इकः दीर्घः इति सूत्रार्थः. अस्तु, एकवारं विजयलक्ष्मी भगिनी प्रतिपादयतु सूत्रार्थः कः इति सम्पूर्णतया. आं भगिनि, उपधायां च इति सूत्रम् अत्र अनुवृत्तिरूपेण पूर्वस्मिन् सूत्रात् रुवोः इति अनुवर्तते, परन्तु उपधायां च इति सप्तम्यां सूत्रे अस्ति, तत् प्रायः दोषाय. उपधयोः इति भवति चेत् रुवोः उपधयोः इति विशेषणविशेष्यभावः भवति. एतद् पार्ट् आफ् द सूत्रम्. अन्यः भागः अस्ति यत् धातोः अन्ते हल् वर्णः भवेत्. उपधायां रेफः अथवा वकारः भवेत्, धातोः अन्ते हल् वर्णः भवेत् इति. तदपि अनुवृत्तिरूपेण आयाति भगिनि. धातु उपधायाः इकः दीर्घः इत्यपि सम्पूर्णतया अनुवृत्तं. रोरुपधायाः दीर्घः इकः इति, रोः उपधायाः इकः दीर्घः इति. अत्र धातोः अन्ते हल् वर्णः भवेत् इति अपि निमित्तम् अस्ति. अनन्तरं रेफ हकारयोः पूर्वम् इक् वर्णः भवेत् इति तृतीयं निमित्तं. तत्र इक् वर्णस्य दीर्घः भवति. कदा भवति? कदा भवति? यदा सार्वधातुकप्रत्ययः वा भगिनि? न, अत्र इदं सूत्रं कुत्र अस्ति? अष्टमाध्याये त्रिपाद्यमस्ति, अतः प्रत्ययः इति नास्ति अत्र. प्रत्ययः इति तु नास्ति, परन्तु परः कः वर्णः इत्यस्य विषये अत्र चिन्ता एव नास्ति. ओ, सो कूर्द् इति, इदानीं कूर्द् इति औपदेशिकरूपं भवति चेत् तस्य किमपि निमित्तं नावश्यकं. कूर्द् इति भवति इति वा भगिनि? सत्यम्, अत्र निमित्तं न अपेक्षितम्. इत्युक्ते तत्र धातौ एव सर्वाणि निमित्तानि पूरितानि. कुर्द् इति धातुः हलन्तधातुः अस्ति, उपधायां रेपः अस्ति, तस्मात् पूर्वम् इक् वर्णः अस्ति इति सर्वाणि निमित्तानि पूरितानि इति कृत्वा कुर्द् धातुः सिद्धः अस्ति उपधायांश इति कार्यं कर्तुम्. तर्हि किमर्थं कुर्द् इति औपदेशिकरूपं कुर्द् इति एव भवितुम् अर्हति खलु? कूर्द् इति एव भवितुम् अर्हति इति प्रश्नः वा? निमित्तमेव न आवश्यकं चेत् परनिमित्तं दट् इस् कुत्रापि कूर्द् इति अपि रूपे अस्ति वा? न न, कुर्द् न अत्र कुर्द् इत्यत्र अन्यत् सूत्रं प्रसक्तं भवति वा इति प्रश्नः. प्रत्यये परे एतस्मात् सूत्रात् पूर्वं तत्र अन्यत् सूत्रं प्रसक्तमस्ति वा इति प्रश्नः. तत्र एकं सूत्रमस्ति राल्लोपः इति, राल्लोपः इति सूत्रम्. राल्लोपः तत्तु न तत्तु तु चकारस्य विषये अस्ति, तत्तु नास्ति, परन्तु अत्र पदायां च इत्युक्ते प्रश्नः समीचीनः अस्ति, किमर्थं तत्र कूर्द् इति एव वक्तुं शक्यते खलु, किमर्थं कूर्द् इति वक्तव्यम् इति प्रश्नः खलु, यतोहि शप्रत्ययः अस्ति चेदपि कूर्दति इति एव भवति, अतः इत्युक्ते तत्र अङ्गकार्यं किमपि प्रसक्तमस्ति वा एतस्मात् पूर्वात् इति एकः प्रश्नः भवितुमर्हति खलु. यदि तत्र हा इदानीं पश्यतु तत्र रे यदि वकारः इति अस्ति इति चिन्तयतु, लोपो व्योर्वलि इति अपि सूत्रमस्ति खलु, लोपो व्योर्वलि वकारः अस्ति उपदायाम्, अनन्तरं हल् वर्णः वल् वल् प्रत्याहारस्य वर्णः अस्ति चेत् तदानीं लोपो व्योर्वलि इति सूत्रमपि प्रसक्तं भवति. लोपो व्योर्वलि इति सूत्रं तु षष्टाध्याये अस्ति खलु. अतः तत्र चिन्तनीयं भवति, तत्र चिन्तनीयं भवति तत्र वकारस्य विषये, परन्तु इदानीं तु रेपस्य विषये अत्र अन्यत् किमपि प्रसक्तम् अस्ति, इदानीं मम मनसि न स्फुरति, परन्तु अन्यत् किमपि अस्ति तत्र औपदेशिकावस्थायामेव कूर्द् इति स्यात् चेत् सूत्रस्य आवश्यकता नास्ति इति भवत्याः अभिप्रायः खलु. तर्हि प्रश्नः समीचीनः अस्ति, तर्हि किमर्थं कूर्द् इति उक्त्वा अपि च पश्यतु इदं सूत्रं कुत्र स्थापितमस्ति, त्रिपाद्यां स्थापितमस्ति खलु, त्रिपाद्यां स्थापितमस्ति, अतः तत्र एतस्मात् पूर्वम् इत्युक्ते कुत्रचित् कूर्द् धातोः अपि च तत्र त्रिपाद्यां सर्वाणि कार्याणि पूर्वमेव भवति खलु, कुर्दति इति कुर्दति इति शप् कुर्दते इति शप् ते एतत् सर्वं तु पूर्वमेव कर्तव्यं भवति. कुर्द् इत्यस्य कूर्द् इति तु अन्तिमः अन्तिमं सोपानं, तर्हि औपदेशिकरूपं कथं कूर्द् इति भवितुम् अर्हति? कूर्द् नास्ति औपदेशिकरूपं, कुर्द् एव. सारि, निमित्तेन विना अपि कूर्द् इति भवति न, किं कुत्र कूर्द् इति पश्यति भवती औपदेशिकधातुः? औपदेशिक न, सारि, परन्तु शप्रत्ययः अनन्तरं तिप् इत्यादि योजनेन कूर्दते इति लभ्यते, परन्तु तस्य पूर्वमेव त्रिपाद्यां कार्यम् अभूत् खलु. तत्तु तथा प्रदर्श्यन्ते तत्र सर्वत्र एवं प्रदर्श्यन्ते, परन्तु यद् भवती वदति समीचीनं, तत्र त्रिपाद्यां कार्यं प्रथमं न भवति, यद्यपि अनैमित्तिकम् इति उक्तं सूत्रे, तथापि सूत्रं तु त्रिपाद्याम् अस्ति, अतः प्रथमतया तत् कार्यं कुर्मः चेत् क्लेशः भवति कुत्रचित्, परन्तु कूर्दते इत्यत्र तु क्लेशः नास्ति, प्रथमं कुर्मः वा अन्ते कुर्मः वा क्लेशः नास्ति, कूर्द् योगः शप् योगः ते इत्यत्रापि कूर्दते इति एव रूपं, यदि तत्र शप् योजनानन्तरम् अनन्तरम् उपादायां च इत्यस्य कार्यं भवति चेदपि दोषः नास्ति, क्लेशः नास्ति अत्र, परन्तु कुत्रचित् क्लेशः भवितुम् अर्हति, यतोहि उपादायां च इति त्रिपाद्याम् अस्ति खलु, अतः पूर्वं तस्य कार्यं न स्यात्. यद्यपि तत्र मातुः पुस्तके सर्वत्र उपादायां च इति अनैमित्तिकम् इत्युक्त्वा इत्संज्ञकवर्णानां लोपानन्तरं त्रीणि कार्याणि कर्तव्यानि, सत्वं नत्वं नुमागमः उपदादीर्घः इति उक्तम्. एतत्तु सामान्यतया समीचीनम् इत्युक्ते सर्वत्र दोषः भवति इति नास्ति, परन्तु केषुचित् स्थलेषु उपादायां च इति प्रथमं कर्तुं न शक्नुमः, यतोहि त्रिपाद्यम् अस्ति खलु, अतः तत्र पुनः अतः एव औपदेशिकधातुः कूर्द् इति नास्ति, कूर्द् इति नास्ति, यतोहि तत्र तस्मात् पूर्वम् अन्यानि कार्याणि अङ्गकार्याणि भवन्ति येन कूर्द् धातोः परिवर्तनं भवितुम् अर्हति. एकं तु लोपोव्योर्वलि इति एकं सूत्रमस्ति वकारस्य कृते. रेपस्य कृते अपि अन्यत् सूत्रमस्ति, इदानीं मम मनसि न स्फुरति, अनन्तरं वदामि दृष्ट्वा. अतः एव तत्र दोषः तव अवश्यं भवति, अतः एव तत्र त्रिपाद्यां स्थापितम् अस्ति सूत्रम्. अस्तु, तावदेव यत् मया उक्तं तत् समीचीनमासीत् वा? आं समीचीनमस्ति, तावदेव तावदेव. तत्र हलः इत्यस्य केवलं सप्तमीरूपेण वयं स्वीकुर्मः चेत् अत्र दोषः कः दोषः भवति? सप्तमीरूपेण वयं स्वीकुर्मः चेत् किं भवितुमर्हति? तत्र हलि इति स्वीकुर्मश्चेत् हलि इति परनिमित्तं भवति, परन्तु अस्माकं तु परनिमित्तं हल् इति नावश्यकम्. अस्माकं तु हल् इति अन्तिमवर्णः इति आवश्यकम् अस्ति. अतः हलि इति न स्वीकुर्मः विपरिणमे. सत्यं, यदि हलि इति स्वीकुर्मः तर्हि कः किं तत्र किं कीदृशभ्रमः भवति? तर्हि किमपि प्रत्ययः किमपि अस्ति यस्य आदौ हल् वर्णः भवेत् इति भवितुम् अर्हति खलु भ्रमः? तदपि अस्ति, हल् वर्णः भवेत् इति अस्ति, अपि च धातोः अन्ते कः वर्णः भवति इति अत्र स्पष्टता न भवति. धातोः अन्ते स्वरः अपि भवितुम् अर्हति खलु? हलः इति पदं धातोः विशेषणं नास्ति चेत् हलन्तधातु इति कथम् अवगच्छामः? हलन्तधातुः इति न अवगम्यते, तर्हि तत्र अजन्तधातुः अपि भवितुम् अर्हति, तदानीं दोषः भवितुम् अर्हति. अस्तु, एतादृशः धातवः विरलाः इति भासते खलु? कूर्द धातवः रेफवकारः उपधायाम् अन्ते हल् वर्णः, अनन्तरं रेफवकारयोः पूर्वम् इक् वर्णः इति कतिचन धातवः सन्ति, यथा कूर्द् गूर्द् इत्यादयः. कूर्द् गूर्द् कूर्द् अन्ये अपि सन्ति वा? इदानीं तत्र अन्त्यवर्णः हल् वर्णः, अनन्तरम् उपधावर्णः उपधावर्णः रेपः, पश्यामः कति कति धातवः सन्ति इति. तत्र उपधायम् इक् वर्णः अपि भवेत् खलु? तत्र ऊर्द् कूर्द् ऊर्द् कूर्द् खूर्द् गूर्द् गूर्द् इति अस्ति. क वर्गीयवर्णः क ख ग इति अस्ति. अनन्तरं वकारः उपधायाम् अस्ति चेत् तत्र धातवः वकार उपधायां धातवः तादृशधातवः नास्ति. स्वर्द् इति अस्ति, परन्तु तत्र इक्वर्णः नास्ति तस्मात् पूर्वम्. इत्युक्ते तत्र रेपः एव अस्ति प्रायेण. अनुवृत्ति रूपेण आगतम् इति कृत्वा वकारः अपि अपि च अन्ये अपि धातवः अस्ति, तूर्व तूर्व दूर्व धूर्व गूर्व मूर्व पूर्व सर्वत्र रेफः एव. सर्वत्र रेपः एव उपधायाम् अनु प्रायः अनुवृत्तिरूपेण एव आगतम्. वस्तुतः यद्भवती पृष्टवती तत्तु तादृशस्य प्रसङ्गः कि कुत्र दोषः भवति इति ज्ञातुं तत्र यङ् लुगन्तस्य पाठः ज्ञातव्यः. यङ् लुगन्तस्य पाठः यदि वयं पाठं यदि पठामः तदानीं तत्र कूर्द् इत्यत्र दोषः कुत्र भवति इति प्रक्रियायां ज्ञायते यङ् लुगन्तधातोः कृते. अस्तु तर्हि तर्हि अग्रे गच्छामः. अत्र कोऽपि प्रश्नः अस्ति वा उपधायां च इति सूत्रस्य विषये? अस्तु तर्हि अग्रे गच्छामः. अत्र प्रक्रिया एकवारं तत्र मीना भगिनी प्रक्रियां वदतु तत्र कुर्द् द्वादौ. कुर्द् द्वादौ कुर्द कुर्द इति रूपं मूलरूपं तत्र उपदेशे अकारः अनुनासिक अकारः तत्र न दत्तं. तत्र चिन्तयामि उपदेशे अनुनासिक इति सूत्रेण अकारः इत्संज्ञा भवति तदनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति कुर्द् भवति. तदनन्तरम् उपधायां च इति इदानीमेव पठितम् उपधायां च इति सूत्रेण तत्र कुर्द् इति धातु हलन्तम् अस्ति तस्य पूर्वं रेपः अस्ति रेपः वा अपकारः वा अत्र रेपः अस्ति तस्य पूर्वं ह्रस्व इकारः इक्वर्णः अस्ति उकारः उपधायाम् इति सूत्रेण दीर्घः धातोः हलि रोः उपधायां च उपधायाम् इकः दीर्घः तत्र इक्वर्णः ह्रस्व इक उकारः अस्ति धातु हलन्तमस्ति तस्य पूर्वं रेपमस्ति तस्य उपधा उकारः स्वैक उकारः अस्ति उपधायां च इति सूत्रेण दीर्घः भवति कूर्द् इति भवति. तदनन्तरं शप् भवति शप् योगः ते कूर्द् ते तत्र उपधा दीर्घ उकारः गुणं न भवति तस्मात् वर्णमेलनमेव कूर्द् ते इति अन्तिमरूपम्. एवमेव सम्यक् एवमेव तथैव तथैव अग्रे यदुक्तं कुर्द् कुर्द् कुर्द् खकारः तत्रैव तत्र वा तथैव कुर्द् कूर्द् भवति गुर्द् घूर्द् भवति सो गूर्दते गूर्द कूर्दते भवति वा. समीचीनं समीचीनं तत्र आत्मनेपदि वा इति एकवारं द्रष्टव्यं कूर्द् धातुः कुर्द् कुर्द् इत्युक्ते अर्थं किं भगिनि? कूर्द् इति टु जम्प् कूर्द् इति अपि जम्प् एव एतेषां सर्वेषां धातूनां समानः अर्थः क्रीडायामेव कूर्द् कूर्द् गूर्द् इति सर्वं तत्र क्रीडायामेव कूर् कूर्दते इत्येव रूपम् अपि च गूर्द् इति गूर्दते इत्येव रूपं सर्वं तत्र आत्मनेपदिरूपमेव. अस्तु तर्हि तत्र अग्रे गच्छामः. अग्रे उमा भगिनी पठतु. यपादयः मितः सामान्यतया अतौपधायाः इति सूत्रेण उपधायाम् अत् ह्रस्वः अकारः उपधायाम् अत् ह्रस्वः अकारः अस्ति चेत् तस्य वृद्धिः भवति. अकारस्य स्थाने आकारः निति निति पर प्रत्यये प्रत्यये परे परन्तु एकः अन्तर्गणः वर्तते यस्य नाम अस्ति मित् सुरादिगणे षट् मित् धातवः सन्ति तेषाम् उपधायाम् अत उपधायाः इति सूत्रेण अतः ह्रस्वः अकारस्य वृद्धिः तु भवति, परन्तु पुनः मितां ह्रस्वः इति सूत्रेण उपधायां स्थितः आकारः ह्रस्वः भवति. न्यपादेः मितः इति सूत्रेण सूत्रं नम्बर् इस् नाट् गिवेन् अत उपधायाः अत सामान्यतया अत उपधायाः सूत्रेण उपधायां ह्रस्व आकारः वृद्धिः भवति, सो आकारः आगच्छति. निति निति प्रत्ययः पदे अस्ति चेत् परन्तु अन्तर्गणः वर्तते मित् इति अन्तर्गणः वर्तते, षट् मित् धातवः सन्ति. सो तत्र उपधायाम् अत उपधायाः इति सूत्रेण ह्रस्वः अकारः वृद्धिः तु भवति, परन्तु पुनः मितां ह्रस्वः सूत्रेण उपधाय ह्रस्वः एव भवति. समीचीनम्, अग्रे पठतु. मितां ह्रस्वः मित् धातूनाम् उपधायाः स्वरः ह्रस्वः भवति मित् प्रत्यये परे. मित् धातूनाम् उपधायः स्वरः ह्रस्वः भवति मित् मितां ह्रस्वः. मित् कश्चन अन्तर्गणः भादिगणे घटादयः उपगणः मित् अन्तर्गणे सन्ति, अपि तु चुरादिगणे न्यपादयः षट् धातवः मित् अन्तर्गणे सन्ति. मितां षष्ट्यन्तं ह्रस्वः प्रथमान्तं द्विपदमिदं सूत्रम्. ऊदुपधाया गोहः इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः दे दोषो नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं मिताम् अङ्गानाम् उपधायाः ह्रस्वः नौ. मितां ह्रस्वः सूत्रस्य सूत्रेण मित् धातूनाम् उपधायाः मिग् अस्ति चेत् ह्रस्वः भवति मितां ह्रस्वः ह्रस्वः सूत्रेण. मित् मित् इत्यस्य अन्तर्गणः अस्ति भादिगणे घटादयः उपगणः मित् अन्तर्गणः. चुरादिगणे न्यपादयः षड्दातवः मित् मित् अन्तर्गणे भवति. ओ ईच् गणे मितां षष्ट्यन्तं ह्रस्वः प्रथमान्तं द्विपदमिदं सूत्रम्. ऊदुपधाया गोहः उपधायाः इति अनुवृत्तिः आगच्छति. दोषो दोषो नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः. वाट् इस् द यूस् आफ् दिस् नौ? ऐ डोण्ट् अण्डर्स्टाण्ड् हियर् नावगतं दोषो नौ किं दोषो नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः. नौ इत्युक्ते किं निचि परे इति अर्थः? तस्य उपयोगः कः? नौ इति निचि परे. ओके ओके ओके ओके ओके ओके निचि यस् निचि प्रत्यये परे होलि ओके अवगतं अवगतं. सो निच् परे परे अस्ति चेत् एव एतावता कार्यं तर्हि सूत्रमस्ति मितां ह्रस्वः खलु. अस्तु अस्तु किमपि वक्तव्यं वा? न, अस्तु समीचीनं. तर्हि अत्र वस्तुतः अत्र शीर्षकमस्ति न्यपादयः मितः इति. तत्र चुरादिगणे न्यपादयः इति एकः अन्तर्गणः अस्ति. न्यपादयः न्यपादयः षट् इति अन्तर्गणः. तत्र ये षट् धातवः सन्ति ते सर्वे मितः सन्ति. तर्हि मितः इत्यस्य प्रयोजनं किम् इति चेत् मितां ह्रस्वः इति सूत्रेण निचि परे मित् धातूनाम् उपधायाः स्वरः ह्रस्वः भवति. तर्हि दीर्घः स्वरः अस्ति चेत् ह्रस्वः भवति. तदर्थम् अत उपधायाः इति सूत्रेण दीर्घत्वं जायते, वृद्धिः जायते, तत्पश्चात् मितां ह्रस्वः इत्यनेन ह्रस्वत्वं जायते. अतः ञप् इति धातुः अस्ति चेत् ज्ञापि इति यः निजन्तधातुः तत्र अतोपदायाः इत्यनेन दीर्घत्वं जातं, तत्पश्चात् मितां ह्रस्वः इत्यनेन ह्रस्वत्वम्, अतः ज्ञपयति इति रूपं लभ्यते. तत्र षड् धातूनां चययति ज्ञपयति इत्यादयः अग्रे पश्यामः. वस्तुतः तत्र ज्ञप यम चः रः बल चिय इति षड् धातवः सर्वत्र मितां ह्रस्वः इत्यनेन ज्ञपयति यमयति चहयति रहयति बलयति चययति इति रूपाणि भवन्ति. अस्तु अत्र मिताम् अङ्गानाम् उपधायाः ह्रस्वः नौ. अत्र मिताम् अङ्गानाम् इति विषय विशेष सम्बन्धः अस्ति वा भगिनि? विशेषविशेष विशेषणविशेषभावसम्बन्धः इत्युक्ते मित् इति तत्र अङ्गस्य मित् इति संज्ञा. मित् अङ्गानाम् इत्युक्ते तत्र वस्तुतः अत्र धातुः अस्ति खलु, धातोः एव तत्र मित् संज्ञा संज्ञा भवति. मित् संज्ञा भवति इत्युक्ते परिगणितधातवः मितः. अतः मित् अङ्गम् इत्युक्ते मित् धातुरूपी अङ्गं तस्य उपदा इति अवयव अवयवीभावः. अङ्गस्य उपदा इति अवयव अवयवीभावः. तर्हि अङ्गस्य उपधायाः ह्रस्वः भवति निचि परे इति सूत्र. अङ्गस्य उपधायाः इति अत्र अव्य अव्यये अस्तु भगिनि. विजयलक्ष्मी भगिनी, अत्र अत्र घटादयः इत्येतेषाम् अपि मित् अन्तर्गणे अस्ति खलु, तेषामपि अत्र मेम्बर्शिप्. तर्हि तेषामपि णौ परे ह्रस्वत्वं भवति इति वा? तेषामपि यस्य यस्य मित् संज्ञा अस्ति, इत्युक्ते सामान्यतया घटादयः इति एकः अन्तर्गणः भुवादिगणे अस्ति, तत्र तु प्रेरणार्थे निचि परे एव मितां ह्रस्व इत्यस्य कार्यं, न तु चुरादिगणे खलु. प्रेरणादिगणे प्रेरणार्थे नास्ति इति वा? अत्र केवलं चुरादिगणे स्वार्थे एव इति. चुरादिगणे तत्र चुरादिभ्यः णिच् इति सूत्रेण सत्यापपाश इति दीर्घसूत्रेण चुरादिभ्यः णिच् चुरादिभ्यः णिच् इति सूत्रे सूत्रस्य तत्र प्रत्ययस्य णिच् प्रत्ययस्य विशेषः अर्थः नास्ति, प्रेरणार्थे इति नास्ति, अतः केवलं स्वार्थे एव विधानम्. इदानीं वयं चुरादिगणः पठन्तः स्मः इति घटादयः इत्यस्य चर्चा नास्ति इति खलु? सत्यं सत्यं, समीचीनं. घटादयः इत्यस्य चर्चा प्रेरणार्थे निश्चित् यदा वयं पठामः करपत्रं तदानीं तत्र घटादयः इत्यस्य चिन्तनं भवति. अस्तु. अपि च तत्र अन्ये अपि धातवः सन्ति ये विशेष अर्थे मितः सन्ति. सर्वेषु अर्थे मितः न, परन्तु विशेष अर्थेषु अपि मितः सन्ति. तदर्थं गणसूत्राणि अपि सन्ति. अतः सामान्यतया घटादयः इति एकः अन्तर्गणः यत्र मित् धातवः सन्ति, ज्ञपादयः इति एकः अन्तर्गणः यत्र मित् धातवः सन्ति, अपि च विशिष्टगणसूत्रेणापि केचन धातवः विशेष अर्थे मितः सन्ति. अस्तु, तर्हि इदानीं भवत्याः प्रश्नः खलु, किमर्थम् औपदेशिकधातुः कूर्द् इति अस्ति, कूर्द् इति एव स्यात् खलु इति पृष्टवती. तदर्थं मया उक्तं तत्र अङ्गकार्याणि सन्ति इति. इदानीं तदर्थं तत्र राल्लोपः इत्येकं सूत्रं मया उक्तं खलु, तदेव. तत्र मूर्च् इति धातुः अस्ति, मूर्च् मूर्च् इति धातुः. तत्रापि उपधायां रेपः अस्ति, हलन्तधातुः अस्ति, रेपात् पूर्वम् इकवर्णः अस्ति. तर्हि मूर्च् धातोः परः यदि प्रत्ययः अस्ति, अत्रापि उपधायां च इति सूत्रस्य प्रसङ्गः अस्ति खलु. तर्हि इदानीम् औपदेशिक अवस्थायामेव यदि वयं मूर्च् इति कुर्मः, औपदेशिकधातुः एव मूर्च् इति अस्ति चेत् तदानीं तत्र किं भवति, यदि तत्र मूर्च् धातुतः प्रत्ययः कश्चन प्रत्ययः अस्ति तदानीं तत्र राल्लोपः इति सूत्रेण चकारस्य लोपः भवति, चकारस्य लोपः लोपः भवति. तर्हि इदानीं मूर् इति अस्ति, इदानीं वस्तुतः राल्लोपः इति सूत्रं तु अङ्गकार्यम् अस्ति, अतः पूर्वं तस्य कार्यं स्यात्, पूर्वं तस्य कार्यं स्यात् लोपः भवति वा न चकारस्य लोपः, चकारस्य लोपः, चकारस्य लोपः भूत्वा मूर् इति भवति. परन्तु इदानीं तु उपदायां च इति सूत्रस्य प्रसङ्गः एव न भवति खलु, यतोहि इदानीं रेपान्तधातुः जातम्. रेपान्तधातुः जातम् अतः उपदायां च इत्यस्य प्रसङ्गः एव न भवति, अतः दीर्घत्वमेव न भवति अत्र, अतः मुर् इत्येव स्यात् तत्र, मुर् इत्येव स्यात्. परन्तु यदि औपदेशिकधातौ एव दीर्घत्वं वयं कुर्मः मूर् इति, तर्हि न सङ्गच्छते, कुत्रचित् एव मूर्च् इति भवति, सर्वत्र मूर्च् इति न भवति. अवगतं वा? किञ्चित् किञ्चित् न किञ्चित् इत्युक्ते औपदेशिकावस्थायामेव दीर्घत्वं वयं कुर्मः चेत् न सङ्गच्छते, सर्वत्र न सङ्गच्छते इत्युक्ते तदर्थमेव उपादायां च इति सूत्रं त्रिपाद्याम् अस्ति, यतोहि तस्मात् पूर्वम् अङ्गकार्याणि सन्ति चेत् तत् तानि कार्याणि प्रथमतया करणीयानि. यदि तानि कार्याणि वयं कुर्मः तदानीम् उपादायां च इत्यस्य प्रसङ्गः कुत्रचित् न भवति केषुचित् प्रसङ्गेषु, अतः सर्वत्र औपदेशिकधातुः कूर्द् इति न भवितुम् अर्हति. सर्वत्र मूर्च् इति एव रूपम् इति नास्ति, कुत्रचित् मूर्च् इति अपि रूपम् अस्ति इत्येव विषयः. परन्तु तिङन्तप्रकरणे तु मूर्च्छति मूर्च् एवमेव भवति खलु, तत्र मूर्च्छति तत्र न कोऽपि क्लेशः, न कापि क्लेशः, न कोऽपि क्लेशः. त्रिपाद्यां गत्वा मूर्च् इति कृत्वा पुनः तिङन्तकार्यं कर्तुं शक्यते. पुनः वदतु, मूर्च् इति औपदेशिकधातोः त्रिपादीसूत्रेण मूर्च् इति रूपं भवति. अनन्तरं सपादसप्ताध्यायीम् आगत्य तिङन्तकार्याणि कर्तुं शक्यते. हा शक्यते, इत्युक्ते वस्तुतः वास्तविकप्रक्रिया कथं भवति इति चेत् प्रथमतया तिङन्तकार्याणि सर्वाणि कृत्वा तदनन्तरम् अन्ते उपादायां च इति करणीयम् इति वास्तविकप्रक्रिया. परन्तु तत्र शार्ट्कट् इति कुर्मः चेत् तत्र औपदेशिक अवस्थायामेव दीर्घत्वं कृत्वा तदनन्तरं शप् सर्वम् आयाति इति वयं वदामः चेत् तत्र क्लेशः न भवति, प्रक्रियायां रूपं रूपे क्लेशः न भवति इति कृत्वा एवं तत्र क्रियते. परन्तु वास्तविकतया वयं पश्यामः चेत् शास्त्रीयरीत्या तत्र तु अन्ते एव करणीयम्, उपादायां च इति त्रिपाद्याम् अस्ति इति कृत्वा अन्ते एव करणीयम्. अस्तु, परन्तु अन्ते कर्तुं न शक्यते, यतोहि मूर्च्छति इति रूपं यदा सिद्ध्यति तदा तु उपधायां रेफः न भवति, इक्वर्णः न उपधायां तदानीम् अपि तदानीं मूर्च्छति इत्यत्रापि अन्तर्निहितः भागः तु धातुः अस्ति खलु, मूर्च्छति धातुः अस्ति खलु, तत्र तु कार्यं भवितुमर्हति. अस्तु अग्रे गच्छामः. तर्हि इदानीम् अरुणा भगिनी अग्रे पठतु. आं भगिनि, अत उपादायाः उपादायाम् अतः वृद्धिः नित्य प्रत्यये परे अतः षष्ट्यन्तम् उपादायाः षष्ट्यन्तं द्विपदं सूत्रम् वृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अचोनिनिति इत्यस्मात् निनिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य उपादायाः अतः वृद्धिः निनति इति सूत्रमस्ति. अत उपादायाः सूत्रं वदति उपदायाम् अतः वर्णस्य वृद्धिः भवति. निमित्तमस्ति निति निति प्रत्यये परे. अनुभूतिसहितं सूत्रं वदति अङ्गस्य उपदायाः अतः वृद्धिः निणति इति अस्ति. अङ्गस्य उपदायाः उपदायः एव सूत्रं लिखितं, परन्तु अङ्गस्य उपदायाः अतः वृद्धिः भवति निणति सू प्रत्ययपरे एव. समीचीनं, सम्यक्. तर्हि इदं सूत्रं परिचितमेव. अस्तु, अग्रेपि पठतु भगिनि. ज्ञप् योगः निच्, ज्ञप् योगः इ, अत उपदायाः इत्यनेन उपदायाम् अतः वृद्धिः नित्यप्रत्यये परे. ज्ञापि नितां ह्रस्वः इत्यनेन उपदायाः स्वरः अश्वः निचि. ज्ञपि इति धातुः ज्ञपि योग शप् ज्ञपय ज्ञपय इति अङ्गं ज्ञपया योगति ज्ञपयति ज्ञपयते ज्ञप् योग निच्. अत्र निच् चुटु इति सूत्रेण नत्तं लोपः भवति चकार अलन्तस्य इत्येन इकार एव सिद्ध अवशिष्यते. उतः अतः अत उपदायाः इत्यनेन उपदायां ज्ञप् अत्र ज्ञपि व्यवहति उपदायां अश्व पकार हलन्तमस्ति. उपदायाम् अकारान्तदात अकारवर्णः अस्ति, अतः वृद्धि इकार नित्प्रत्ययः कारणेन वृद्धिपूर्त्वा ज्ञापि इति रूपं. मित्रम् अश्वः इदनेन उपदायाः स्वरः दीर्घं भवितं भवित्य उपदास्वरस्य ह्रस्वः करणीयं निच् प्रत्यये परे. ततः ज्ञपि इति धातुः भवति. ज्ञपि युगश अस्ति चेत् प्रथमं अकार अस्ति चेत् सर्वसारधातुक आजधातुकयोः ज्ञापे ज्ञापे युगः ज्ञापे यचोयः इत्यनेन ज्ञापय ज्ञापय इति ज्ञपय इति अङ्गं ज्ञपय योगः उभयपदे अस्ति. ज्ञपयति वा ज्ञपयते इति रूपम्. किं ज्ञप् धातोः अर्थः कः? ज्ञप् धातोः अर्थः वा? ज्ञप् इति तत्र ज्ञाने इति अर्थः अस्ति खलु. ज्ञप ज्ञाने ज्ञानार्थकः अस्ति. धन्यवादः. ज्ञापयति इत्यपि साधुरूपमेव भगिनि. ज्ञापयति इत्यपि रूपमस्ति. तत्र धातुः कः? पुगन्तलघुपदस्य च इत्यनेन प आयति. ज्ञा इति धातुः खलु. ज्ञा इति एव धातु. ज्ञा इति धातु. ज्ञा इति धातु भिन्नः धातु. अस्तु, इदानीं तत्र अग्रे विनय् महोदय. धन्यवादः भगिनि. षड् धातवः. षड् षट् धातवः. जप् यम चह रह बल चिंग जप ज्ञान ज्ञापन मरण तोषणे सूचयति जयति मारयति प्रसन्न भवति. यम परिवेषणे नियमयति नियन्त्रणं करोति. चह परिकल्पने वञ्चयति. रह त्यागे त्यजति जहाति. बल प्राणने जीवति पोषणं करोति. चिह चयने संग्रहणं करोति. अत्र अत्र मित् अन्तर्गणः धातवः जप धातु अस्ति परन्तु वयं जानीमः णिच् प्रत्ययः अस्ति णिच् प्रत्ययः प्रत्ययः अस्ति परश्च अस्ति तदनन्तरं अचयणति सूत्र आयाति अचयणति सूत्र आयाति तथि अत् उपधाय सूत्र अपि आयाति अतः प्रसक्तिः अस्ति प्रसक्ति ज्ञापि निर्माणं सन्दर्भे परन्तु वितामहरस्व सूत्राधारेण अत्र अकारः पूर्व पूर्वकृत अकारः हरस्व भवति तर्हि जपि भवति परन्तु जपि नूतनधातु सनादिधातु अस्ति तदनन्तरं शप् प्रत्यय आयाति शप् कारणेन जपे भवति गुण भवति धातु धातुकयोः तदनन्तरं सन्धि एषु वायवायामः तदनन्तरं जपय भवति गपे गपे अङ्ग अस्ति तदनन्तरं विवक्षा लट्लकार विवक्षा अहं केवलम् एक किञ्चित् पठितवान् भगिनी अहं यु निश्चिति न जानामि परन्तु अत्र एक पुस्तकम् अस्ति माधवी धातुवृत्ति प्रायः प्रसिद्धः पुस्तकम् अस्ति तत्र जपयति जपयति मन्ये परन्तु आत्मनेपदि न मन्ये कारणकः अहं न जानामि परन्तु स्पष्टतया लिखितः ज्ञापयति ज्ञापयति इति रूपद्वयमपि अस्ति महोदय न अतः मम मनसि अहं जानामि जपति जपते रूपद्वयं भवति परन्तु अत्र केवल पुस्तकसम्बन्धे अहं वदामि तर्हि कोऽपि प्रश्नः नास्ति परन्तु गतमिति द्रष्टव्यं पुस्तके किमर्थं तथा दत्तम् इति द्रष्टव्यं परन्तु लोके तु ज्ञापयति ज्ञापयते इति रूपद्वयमपि अस्ति सर्वत्र दृश्यते कोऽपि चिन्ता नास्ति तदनन्तरं व्यम् अस्ति अथ यामि अपि भवति चः चाहि भवति रः राहि भवति साधारणतया प्रसक्ति अस्ति परन्तु तदनन्तरं हरस्व मिताम हरस्वाधारेण अकारस्य हरस्व भवति तदनन्तरं चेय आयाति न चेय यदा चेय आयाति तर्हि कोऽपि साधारणतया व्यवस्था नास्ति न चीधातु अस्ति अत्र चीधातु हलन्त् अस्ति चीधातु अत्र हलन्त् अस्ति तर्हि अत्र अन्यचीधातु नास्ति अन्यचीधातु यदि अस्ति तर्हि वृद्धिः आदि भवति जयि भवति परन्तु अत्र अपि चयि भवति अहं पश्यामि इदानीं तु अत्र अपि चयि भवति वृद्धिः भवति वयं जानीमः भवति कथं भवति तर्हि चायः अपि भवति तदनन्तरं चयि भवति परन्तु अहं केवलं संशय वदामि चि इगन्तु चि अपि च चि इत्यादि प्रायः कोऽपि भिन्नता नास्ति चि अत्र यदि चि अस्ति तत् तर्हि केवलं वयं जानीमः आत्मनेपदि भवति पदनिर्णयसम्बन्धे वयं जानीमः चि कारणेन आत्मनेपदि भवति परन्तु चि धातु दीर्घत्वं भवति अथ चै भवति तदनन्तरं चायि अपि भवति तदनन्तरं मित् मितां हर्स्व आधारेण अकारस्य हर्स्वं भवति. तदनन्तरं पदव्यवस्था भगिनि. एकक्षणं, तत्र चिया इति धातोः, चिया इति धातुः यः चुरादिगणीयधातुः अस्ति, तत्र तस्य तु चपयति चपयते इति रूपम्. ओ, चपयति चपयते इति रूपं. तत्र विशिष्टसूत्रमेकमस्ति, येन आत्व येन तत्र आत्वं भवति, आत्वं भवति छि इत्यस्य वृद्धिः भूत्वा छै, चै इत्यत्र इदानीम् ऐकारस्य आकारादेशः भवति चिस् पुरोर् नौ इति सूत्रेण. अतः चा इति भवति. चा इत्यत्र इदानीम् आकारान्तधातुः अस्ति इति कृत्वा पुगागमः भवति. अर्ति ह्रि व्रि रि क्नुयि श्मायातं पुग् नौ इत्यनेन पुगागमः. अतः चापि इदानीं मितां ह्रस्वः इत्यनेन ह्रस्वत्वं चपि चपयति चपयते इति रूपद्वयम्. यथा ज्ञापयति भवति. अत्र अन्यदपि एकं स्पष्टीकरणम् आवश्यकम् अत्र. यद्यपि ज्ञपादयः षट् इति उक्तम्, एते सर्वे धातवः मितः इति उक्तं, परन्तु एते सर्वे धातः मितः केवलं चुरादिगणे एव, स्वार्थे एव, प्रेरणार्थे एते धातवः मितः न सन्ति इति स्मर्तव्यम्. स्वार्थे एव एते धातवः मितः, प्रेरणार्थे एते धातवः मितः न सन्ति. अतः सर्वत्र ज्ञापयति यामयति चाहयति इति रूपाणि अपि सन्ति. तर्हि तादृशदीर्घत्वं यत्र दृश्यते तदानीं तत्र तु प्रेरणार्थे अस्ति इति आगम्यते. ह्रस्वत्वमस्ति चेत् तदानीं स्वार्थे. वस्तुतः कथं जानीमः इति चेत् एकं गणसूत्रमस्ति, नान्ये मितौ हेतौ, नान्ये मितौ मितौ अहेतौ अहेतौ इति. एते सर्वे धातवः षड् धातवः मितः चुरादिगणे ये धातवः सन्ति तेषु न अन्ये, इत्युक्ते केवलम् एते षड् धातवः एव मितः. अहेतौ अहेतौ इत्युक्ते प्रेरणार्थे नास्ति चेत्, स्वार्थे अस्ति चेत् एते सर्वे षड् धातवः मितः सन्ति इति कृत्वा केवलं चुरादिगणे स्वार्थे एते धातवः मितः. अवगतं वा? अवगतम्. अहं केवलं चिन्तयामि, यदि मित भवति ऋजन्त प्रेरणार्थकसम्बन्धे तर्हि कोऽपि समेकता नास्ति. यदि मित हरस्व तत्र भवति तर्हि केवलम् अहं गमयति सम्बन्धे तु अहं किञ्चित् जानीमः गमयति, परन्तु अन्यधातवसम्बन्धे दीर्घत्वम् अपेक्षितः. तत्र गम् धातोः दीर्घत्वं न भवति, तत्र तु विशेषः अस्ति अतः दीर्घत्वं न भवति. अमन्तः अस्ति इति कृत्वा तत्र दीर्घत्वं नास्ति. गम् इति गामि गामयति इति रूपं नास्ति, गमयति इति रूपम् अस्ति. तत्र तु अत उपादायः इत्यस्य कार्यं भूत्वा अपि अमन्तः इति कृत्वा मित् अस्ति. गम् धातुः मित् अस्ति अमन्तः इति कृत्वा. ये ये धातवः अमन्तः, अम् अन्ते यस्य सः अमन्तः, तादृशधातूनां दीर्घत्वं न भवति. तत्तु भिन्नवार्ता. परन्तु एते धातवः ये षड्धातवः अत्र उल्लेखिताः ते सर्वे अपि केवलं चुरादिगणे एव मितः, न तु प्रेरणार्थे. अस्तु, धन्यवादः महोदय. इदानीम् अग्रे कः, सूर्यकुमारी भगिनी अग्रे पठति वा? भगिनि, एकः प्रश्नः अस्ति. तदर्थम् अन्यगणे अन्येषु गणेषु प्रेरणार्थ अपि मितहरस्वः सूत्रं प्रवर्तते वा? द्वादिगणे घटादयः अन्तर्गणमस्ति चेत् तत्र मितां ह्रस्वः सूत्रं प्रवर्तते खलु? सत्यं, घटादिगणे ये दातवः, घटादिगणः तु भुवादिगणे अस्ति. तत्र ये दातवः सन्ति तेषां तु स्वार्थे न भवति निष्प्रत्ययः, प्रेरणार्थे एव भवति खलु निष्प्रत्ययः. अतः प्रेरणार्थे यदा निष्प्रत्ययः विधीयते तदानीम् एते दातवः मितः. केवलं ज्ञपादयः इत्यस्य विषये प्रेरणार्थे न भवति, घटादयस्य विषये तु भवति. नो चेत् मित् इति संज्ञायाः प्रयोजनमेव न भवति खलु. तर्हि घटादीनां तु स्वार्थे तु निष्प्रत्ययः न भवति, यतोहि एते दातवः चुरादिगणे न सन्ति. केवलं प्रेरणार्थे एव मित् संज्ञायाः प्रयोजनं भवति. अतः प्रेरणार्थे यदा घटादिगणीयधातुभ्यः निष्प्रत्ययः विधीयते तदानीं मित्तां ह्रस्वः इत्यस्य कार्यं भवति. अस्तु, भवती एव पठतु अग्रे. भगिनी, मितां ह्रस्वः इति प्रेरणार्थे न भवति इति उक्तवती खलु, ज्ञापयति इति चुरादिगणे न, प्रेरणार्थे न भवति इति न उक्तं मया. ज्ञपयति इत्यस्य स्वार्थे ज्ञपयति, परन्तु प्रेरणार्थे ज्ञापयति इत्येव रूपम् इति उक्तवती खलु. सत्यं. तर्हि घटादयः अपि तथा एव भवन्ति खलु? तथा एव भवन्ति इत्युक्ते प्रतिपादयतु कथं, तथा इत्युक्ते कथं? प्रेरणार्थे मितां ह्रस्वः कार्यं न करोति इति. कुत्र करोति तर्हि? तत्तु न जाने. न, तर्हि तत्र मितां मित्संज्ञायाः प्रयोजनं किम्? प्रेरणार्थे कार्यं न करोति चेत् तर्हि घटादिगणः मित् अन्तर्गणः इति किमर्थं वक्तव्यम्? भुआदिगणे किमर्थं वक्तव्यं? चुरादिगणे मृतां ह्रस्वः इत्यस्य कार्यम् अस्ति. भुआदिगणे चुरादिगणे विशिष्टगणसूत्रेण तत्र सूचयति, पाणिनिना तत्र साक्षात् सूच्यते यत् तत्र एतेषां धातूनां मित्संज्ञा केवलं चुरादिगणे एव इति सूचयति. कथं सूचयति? न अन्ये मितौ हेतौ इति गणसूत्रेण सूचयति. अतः वयं जानीमः घटादिगणे तादृशं तत्र सूचना किमपि न कापि सूचना इति कृत्वा घटादिगणे यदि दातवः मितः इत्युक्ते प्रेरणार्थे एव मितः, न अन्यत्र कुत्रचित् अवकाशः नास्ति. अस्तु भगिनि. पञ्चमबिन्दु भगिनि, पदव्यवस्था. एतत् अत्र ज्ञपयति सर्वं तत्र उक्तं खलु, ज्ञपयति, यमयति, चहयति, त्राहयति, त्राहयते. केवलं तत्र चीय इत्यत्र परिष्करणीयं, तत्र चययति इति नास्ति, परन्तु चपयति. चुरादिगणीयधातुः तु ची चयने इति धातुः, मित् अस्ति. अत्र तु चिस्पुरोर् नौ इति सूत्रेण आत्वं भवति इति कृत्वा चपयति, चपयते इति रूपम्. अस्तु, अग्रे भगिनि. सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति, निचच इति सूत्रेण, शेषात् कर्तरि परस्मैपदम् इति सूत्रद्वयेन. परन्तु चुरादौ अपवादभूत अन्तर्गणद्वयं वर्तते, यत्र धातवः आत्मनेपदिनः सन्ति. सामान्यतया चुरादिगणे उभयपदिनः भवति द्वौ सूत्रे, द्वे सूत्रे क्षम्यतां, शेषात्कर्तरि परस्मैपदं निचच्च निचच्च इति सूत्रेण अपि परस्मैपदं भवति, आत्मनेपदि अपि भवति. आकुस्मादात्मनेपदिनः आकुस्मीयाः नवत्रिंशत् नित्य आत्मनेपदिनः धातवः सन्ति. आकुस्मादात्मनेपदिनः आकुस्मीयाः अन्तर्गण भगिनि आकुस्मीयाः नवत्रिंशति धातवः सन्ति, तत्र आत्मनेपदिनः नित्यं भवति. न परस्मैपदि येषु प्रायः न कोऽपि धातुः प्रसिद्धलोके येषु प्रायः न कोऽपि धातुः प्रसिद्धः लोके नवत्रिंशति प्रत्ययेषु लोके प्रसिद्धः नास्ति प्रत्ययेषु नास्ति धातुषु धातुषु क्षम्यतां धातुषु प्रसिद्धः नास्ति चेत् चच्च नास्ति वा न अत्र केवलं सूचनार्थं वदति एतादृशधातवः अपि सन्ति ये इत्युक्ते ये धातवः प्रसिद्धाः न सन्ति चेत् न पठनीयम् इति नास्ति परन्तु अस्माकं मनसि न स्फुरति इति तावदेव सामान्यधातुः धातुः अस्ति चेत् अस्माकं मनसि तादृशधातूनां ज्ञानम् अस्ति परन्तु एते तु विशेषधातवः प्रायेण न तेषां प्रयोगः विरलतया एव भवति इति उक्तम् यु यावयते निन्दां करोति यु आकुस्मादे आत्मनेप आकुस्मीयाः भगिनि यू धातुः अर्थः अस्ति यावय रूपमस्ति यावयते आत्मनेपदे नित्यं भवति चेत् यावयते भवति अर्थः अस्ति निन्दां करोति तदेव चित् चेतयते चिन्तनं करोति गन्ध गन्धयते दुःखं प्रापयति मारयति इत्यर्थे कुस्म कुस्मयते अयोग्यरूपेण कुत्सितरूपेण हसति इति अर्थः भवति कुस्मयते विकेड् लाफ्टर् इति विकेड् विकेड् लाफ्टर् आमामाम् यू चित् गन्ध कुस्म धातवः आकुस्मीयाः आत्मनेपदे आत्मनेपदे एव भवति नित्यं सम्यक् समीचीनं तर्हि तत्र निचश्च इति सूत्रं पूर्वम् अस्माभिः पठितमासीत् निचश्च इति सूत्रेण तर्हि यत्र निच् प्रत्ययः अस्ति तर्हि प्रायेण धातवः उभयपदिनः भवन्ति क्रियायाः फलं कर्तारम् अभिप्रेतं चेत् धातुः आत्मनेपदि क्रियायाः फलं कर्तारं प्रति एव न अभिप्रेतं चेत् तदानीं शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदमपि भवति अतः प्रायेण उभयपदिनः भवन्ति परन्तु अत्र केचन धातवः सन्ति ये तु केवलम् आत्मनेपदिनः भवन्ति यथा तत् आकुस्मीयः गणः तत्र ये धातवः सन्ति ते सर्वे अपि केवलम् आत्मनेपदि एव भवन्ति अपि च इतोपि अन्यः गणः अस्ति तत्र शोभाभगिनी अग्रे आं भगिनि भगिनि अत्र आ इति मर्यादार्थे वा आकुस्मीय आकुस्मीयः इत्युक्ते कुतः आरभ तत्र मातुः पुस्तकम् एकवारम् अनन्तरं पश्यामः भगिनि तदानीं तत्र कुतः आरब्धं तत्र मर्यादा आधारे अस्ति वा कथमस्ति इति ज्ञातुं शक्नुमः मातुः पुस्तके पठामः मर्यादार्थे एव अस्ति इति भावयामि अस्तु भगिनि आगर्वात् आत्मनेपदिनः आगर्वादात्मनेपदिनः दश अदन्तवर्गीयाः नित्य आत्मनेपदिनः धातवः इमे धातवः अदन्ताः नाम तस्मिन् समूहे सन्ति यस्मिन् धातोः अन्ते अनुनासिकः अत् अतो लोपः इत्यनेन अतः लोपः अचः परस्मिन् पूर्वविधौ इति परिभाषया पूर्वविधिः न भवति यस्मात् अत उपधायाः पुगन्तलघु उपधस्य च इत्यनयोः अवकाशो न भवति इति इदानीं तत्र आगर्वात् आत्मनेपदिनः इति अदन्तवर्गीयाः दश धातवः नित्य आत्मनेपदिनः भवन्ति इति तत्र आगर्वात् इति किं भगिनि आगर्वात् आत्मनेपदिनः इति आगर्वात् इत्युक्ते तत्र धातुतः तत्र गर्व इति कश्चन धातुः अस्ति इति चिन्तयामि, तस्मात् आरभ्य आ इति तस्य विषये आगर्वात् इति आजन्म इति भवति तादृशं तादृशं तत्र अनन्तरं मातुः पुस्तकम् एकवारं पश्यामः तदानीम् अवगन्तुं शक्नुमः. तस्य पर्यन्तम् इति भवति प्रायः अन्तिमः धातुः इत्येव गर्व इति अस्ति. अन्तिमधातुः इति वा? अस्तु अस्तु, अन्तिमधातुः गर्व इति अस्ति वा? अस्तु अस्तु. इमे धातवः अदन्ताः नाम इत्युक्ते तत्र अदन्तधातवः इति दृष्टवन्तः पूर्वं. कथा कत् कथा गण क्षिपा इत्यादयः चुरादिगणे सन्ति, चुरादिगणे एव सन्ति इति. अपि च तस्मिन् समूहे यस्मिन् धातोः अन्ते अनुनासिकः अत् अस्ति इति. तत्र अतो लोपः इत्यनेन अतः लोपः. तत्र अदन्त धातुः अस्ति किन्तु अतो लोपः इति सूत्रेण तस्य अन्तस्य अकारस्य लोपः भवति इति तत्र कत् धातोः विषये दृष्टवन्तः. कथा धातोः कत् अतो लोपः इत्यनेन कत् इति भवति इति. अपि च तस्मात् परम् अचः परस्मिन् पूर्वविधौ इति परिभाषासूत्रमपि आगत्य कार्यं करोति, येन पूर्वविधिः न भवति. यस्मात् अत उपधायाः पुगन्तलघुपदस्य च इत्यनयोः अवकाशो न भवति इति. तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रं दृष्टवन्तः. यत्र परनिमित्तिकः अजादेशः भवति इति, यथा तत्र अस्मिन् प्रसङ्गे पदा इति गतौ इति धातुः अस्ति. तत्र पदा इत्यस्य प्रथमम् अतो लोपः इत्यनेन अन्त्यस्य लोपः भवति. अन्त्यस्य लोपः इति विधिः अभवत् इदानीं णिचिपरे भवति. अत्र कीदृशं भवति इत्युक्ते तत्र अजादेशः लोपः इति न अतो लोपः इत्यनेन लोपः अपि एकः आदेशः. इदानीं तत्र अचः परस्मिन् पूर्वविधौ इति तस्य सूत्रस्य उद्देशः अचः आदेशः स्थानिवत् भवेत् परस्मिन् पूर्वविधौ इत्युक्ते तत्र यत्र अचादेशः अस्ति तत् परनिमित्तिकः अचादेशः अस्ति इत्युक्ते आर्धधातुके इति दृष्टवन्तः. पूर्वविधौ कर्तव्ये इति निमित्तम् आसीत् इत्युक्ते तत्र यत्र पूर्वविधिः भवितुमर्हति तत्र कर्तव्ये भवितुमर्हति इति. पदा इत्यस्मिन् प्रसङ्गे पद् इति यदा भवति तदा एकक्षणं भगिनि, तत्र इदानीं पद् योगः णिच् तस्मिन् प्रसङ्गे अचः परस्मिन् पूर्वविधौ इति सूत्रं अस्तु इदानीं. पूर्वविधिः कः अत्र इदानीम् अजादेशः जातः? अजादेशः जातः पूर्वविधिः तत्र इदानीं तत्र अत उपधायाः इत्यस्य कार्यं न भवेत् इत्युक्ते तत्र उपधायां ह्रस्व आकारः अस्ति तत् पूर्वविधिः भवति. इत्युक्ते तत्र पद् इत्यस्य अकारस्य दीर्घ वृद्धिः भवितुम् अर्हति अत उपधाया इत्यनेन. किन्तु न भवति इति एव विषयः तत्र. तदेव तत्र पूर्वविधौ कर्तव्ये इति, यतोहि तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् भवति तत् आदेशः. इत्युक्ते तत्र इदानीं तत्र ना तु पद् किन्तु पदा इति एव दृश्यते. केन सूत्रेण इत्युक्ते अत उपधाय इति सूत्रेण पदा इति एव दृश्यते तत्र. अतः तत्र इदानीं पदा इति अस्ति चेत् दकारः अस्ति उपधायाम् इति कृत्वा अत उपधाय इत्यनेन इत्यस्य कार्यम् एव न भवति एव. अपि च पुगन्तलघुपदस्य च इत्यस्य कार्यं यदि कुह् इति तत्र अग्रिमधातुः तत्र उपधायाम् उकारः लघु उकारः तस्य अपि कार्यं तदेव कारणेन न भवति इति. सम्यक्. तर्हि रूपाणि कानि? तर्हि रूपाणि तत्र पदा इति धातोः गतौ इति अर्थे पद् पदयते इति भवति. कुह् इति विस्मापने तत्र कुह् इति भूत्वा कुह इत्यस्य कुह् इति भूत्वा कुहयते न तु कुहयते अथवा पादयते. मृगा अन्वेषणे मृग् इति भवति मृगयते इत्येव तिष्ठति. तत्र वृद्धिः भवति चेत् मार्ग् इति भवति मार्गयते इति न भवति. गृह् ग्रहणे गृह् इति भूत्वा तत्र गार्ह् इति भवेत् गार्हयते इति गृहयते इति भवति. वीर गार्ह गृ गार्ह इति भवति खलु खलु गुणः एव भवति न गुणः एव गर्ह सत्यं सत्यं सत्यं क्षम्यतां. तत्र कुह् इति तु गुणः भवति चेत् कोह् इति भवति कोहयते इति न भवति. मृग् अर् भवति मर्ग् मर्गयते न भवति. गृह् इति गर्ह् गर्हयते न गृहयते भवति. वीर् विक्रान्तौ वीर् इति तत्र दीर्घ इकारः दीर्घ इकारस्य अपि एक इकारस्य एकारः भवति अतः तत्र किं भवितुम् अर्हति वेर् एकारः कथं तत्र दीर्घ इकारः अस्ति खलु अतः प्रसङ्गः नास्ति नास्ति नास्ति क्षम्यतां सत्यं. तत्र लघु इकः एव गुणः तत्र तु न भवति विरयते एव. शूर् शूर विक्रान्तौ तत्र पुनः उपधायां दीर्घ इक् वर्णः गुणः न भवति शूरयते एव तिष्ठति. अग्रे अपि पठामि वा कानिचन धातवः सन्ति एकवारं पठतु. स्थूल स्थूल इति धातोः परि बृह्णे इति न जानामि तत्र अर्थः कः इति परि बृह्णे इति स्थूल किन्तु स्थूल इति जानीमः स्थूला स्थूलयते भवति. सत्र सन्तानक्रियायाम् इति सत्र सत्र इति भवति सत्रयते. अर्थ याचने इत्युक्ते जानीमः अर्थ इति अर्थितवान् याचने भवति. अर्थ इति भूत्वा अर्थयते इति भवति. गर्व गर्वा माने गर्व इति भूत्वा गर्वयते इति भवति रूपाणि भवन्ति. स्थूल इत्यस्य यः अर्थः अस्ति लोके सः एव अर्थः टु बिकम् फ्याट् इत्यस्मिन् अर्थे. तत्र परिब्रह्मणे इत्युक्ते किं भगिनि? परिब्रह्मणे इत्युक्ते तत्र तदेव अर्थः स एव अर्थः परिब्रह्मणे. अस्तु भगिनी नामधातवः वा एते सर्वे? न गर्व नामधातवः न सामान्यदातवः एव शुरादिगणे सन्ति खलु. आं सत्यं नामधातवः न सामान्यदातवः एव. अत्र यथा भगिनी उक्तवती आकुस्म आकुस्मीयः इत्युक्ते तत्र तस्मिन् गणे अन्तिमः धातुः कुस्मी कुस्म इति धातुः अतः आकुस्मीयः. आगर्व आगर्व इत्युक्ते अन्तिमधातुः गर्व इति धातुः अतः आगर्व इति तत्पर्यन्तम् इति मर्यादा तत्र आजन्मपर्यन्तम् इति अपि इति अस्ति खलु भगिनि अजन्म इत्युक्ते पूर्णजन्म पर्यन्तं किमपि करणीयम् आसीत् न कृतम् इति अथवा कृतम् अस्तु इदानीम् अग्रे धन्यवादः भगिनि इदानीं अरविन्द् महोदय आङ्ग्मर्यादापि विद्युत् सूत्रेण एव न तत्र आम् सत्यं पतत्वे अत्र द्वयोः गणयोः अपि दातवः नित्यः आत्मेपदिनः भेदः अयं यत् आकुस्मादात्मनेपदी धातुषु यत्र यत्र उपधायां लघु इक् वा लघु अकारः अत् अस्ति तत्र तत्र यदा सामान्यं गुणः वृद्धि वा भवति एव किन्तु आगर्भादात्मनेपदिनः यत्र अदन्तदातवः अतः तत्र उपधायां लघु इक् वा लघु अकारः अत् अस्ति चेदपि अच परस्मिन् पूर्वविधौ इत्यनेन गुणः वृद्धिः न भवतः तत्र आकस्मादात्मनेपदिषु लघु इक् अथवा लघु अकारः अस्ति चेत् तत्र तु गुणः वृद्धिः यथा सामान्यं भवति तत् अस्ति किन्तु आगर्वादात्मनेपतिनः तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रं अस्ति प्रवाद्य कारणेन तत्र अत उपदायाम् एवं सुगन्धलघुपस्य इति सूत्रद्वयस्य सम्भवं न भवति इति भवतः इति ये धातवः आकुस्मादात्मनेपतिनः अपि आगर्वादात्मनेपतिनः अपि न सन्ति ते सर्वे निचश्च इति सूत्रेण उभयपतिनः एव यथा चोरयति चोरयते इत्यादिनः रूपाणि तत्र निचश्च इति सूत्रेण उभयपदिनः भवन्ति अपि ये दातवान् आकुस्मात् आकुस्मात् आत्मनेपतिनः अपि आगद्वात् आत्मनेपतिनः न सन्ति तेषाम् एव निचश्च इति सूत्रेण उपेपदित्वं भवति इति अत्र उक्तं भवती तत्र चीन् इति धातु ची स्फुरणोर्नः इति विभाषा अस्ति विकल्पेन दीर्घाकारादेशः भवति कृत्वा रूपद्वयम् अस्ति चापयते चाययते समीचीनम् अतः तद्रूपमपि समीचीनं रूपद्वयम् इति कृत्वा विकल्पेन अस्ति वा अस्तु विभाषा इति अस्ति विभाषा इति अस्ति सत्यम् अतः रूपद्वयं चययति इति अपि अस्ति सत्यं तदेव अहमपि चिन्तयन्ती आसम् चय इति अपि रूपमस्ति कस्य धातोः इति चिन्तयति सत्यं समीचीनं धन्यवादः महोदय सम्यक् अन्यत् एकविषयं तवल्कारः इति गतवर्गे चर्चितवन्तः तत्र तवल्कारः इति सामवेदब्राह्मणेषु अन्यतमः अस्ति तलवकार इति लोके जानीमः तलवकारब्राह्मणः इति किन्तु उच्चारणार्थं शास्त्रे छान्दसि तवल्कारः इति एव तस्य नाम तवल्कारब्राह्मणः इति तस्य कर्ता अस्ति जैमिनीमहर्षि इति कृत्वा तस्यापि नाम अस्ति तवल्कारः इति तवल् करोति इति तत्र आम् तेन एव तवल्क ब्राह्मणकृतः अस्ति शाखा तस्य शाखा अस्ति तवल्कारः शाखा इति उच्चारणार्थं तवल्कारः इति छान्दसि वदति लोके तु तलवकार इति एव भवति सम्यक् समीचीनं विजयलक्ष्मी भगिनी भवतः अन्य एकमपि अस्ति नारायणीयस्य कृता भट्टति नारायणभट्टति एक श्लोके तवल्काररूपं दर्शयतु मुरलीधरा इति उच्यते तत्र मया गुरु स्वामीजी पृष्टं मया सः उक्तवान् तत्र कृष्णः मुरली गानसमये तस्य पादद्वयस्य रूपं यदा अस्ति तत् लकारवत् अस्ति कृत्वा तवल्कारः इति तस्य कृष्णस्य अपरनाम अस्ति इति तस्य रूपस्य नाम बहु सम्यक् महोदय कस्मिन् श्लोके महोदय नारायणीयं तत् न स्मरामि भगिनि, न स्मरामि. तत् तबल्काररूपं दर्शयतु मुरलीधरा इति अस्ति. अस्तु, समीचीनम्. अस्तु, तर्हि अत्र स्थगयामः वा? आं भगिनि. अस्तु, आं भगिनि. अन्यविषयं, नूतनविषयम् अस्ति, वैकल्पिकाः निजन्तदातवः इति अग्रे गच्छामः. अस्तु, तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा? महोदय धन्यवादः, गृहपाठं कृत्वा आगतवान्, मया न कृतं, मया विस्मृतं. धन्यवादः. धन्यवादः भगिनी. तत्र कथे इति यदि वयं कुर्मः कथि इत्यस्य स्थाने कथे इति कुर्मश्चेत् तत्र एच इग् ह्रस्वादेशे इति परिभाषा अस्ति खलु, कथि इति कर्तुं किं, कथ इति धातोः तत्र किं कर्तुमिच्छति, तत्र वृद्धिं वृद्धिम् अकृत्वा गुण गुणः भवेत् इति वा? अनन्तरं किम्? एच इग् ह्रस्वादेशे इति किमर्थम् एज् इग् ह्रस्वादेश, केन सूत्रेण, केन सूत्रेण तत् किमर्थं तत् कर्तुमिच्छति? कथे इति एच् वर्णः अस्ति, परिभाषा अस्ति खलु, यदा अस्माकं न तत्र तु एज् इग् ह्रस्वादेश इति तत्र कुत्रचित् ह्रस्वादेशः करणीयः चेत् तदानीं तदा खलु, अत्र करणीयमस्ति, अतः किमर्थं, केन सूत्रेण करणीयम्? परिभाषासूत्रेण एच इग् ह्रस्वादेशे न परिभाषासूत्रेण इत्युक्ते सर्वत्र एकारः अस्ति चेत् तत्र ह्रस्वादेशः भवति वा? भू इति भो भवति, भो योगः शप् योगः इति, तत्रापि ह्रस्वादेशः भवति वा? न भू इति इत्यस्य भो भवति, परन्तु यदा अस्माकं ध्यै इति अस्ति तस्य धा ध्या इति भवति, अनन्तरं गै इत्यस्य गा इति भवति. एज् ह्रस्वादेशः इति परिभाषासूत्रम् अस्ति, यत्र विधिसूत्रेषु ह्रस्वादेशः विधीयते तदानीं तत्र एकारस्य ह्रस्वादेशः कः इति चेत् तदानीं परिभाषासूत्रस्य प्रयोगः. अत्र तु कृत्वा कर्तुं शक्यते खलु, न परिभा न केन सूत्रेण ह्रस्वादेशः भवति इति वक्तव्यं भगिनि, केन सूत्रेण ह्रस्वादेशः भवति इति उक्त्वा तदनन्तरम् एज् ह्रस्वादेशः इति, केवलम् एज् ह्रस्वादेशः इति ह्रस्वादेशः इति नास्ति, तथा विधिसूत्रं भवेत्, विधिसूत्रेषु विधिसूत्रेण ह्रस्वादेशः विधीयते चेत् तदानीम् एज् ह्रस्वादेशः इति सूत्रं सहायं करोति, भवती तु परिभाषासूत्रं विधिसूत्रेण प्रयोक्तुम् इच्छति, तथा नास्ति. अवगतं वा भेदः? हा, परन्तु एवं कर्तुं शक्यते, परन्तु तत्र न कर्तुं शक्यते, पूर्वविप्रति कर्तुं शक्यते, न ह्रस्वादेशः यथा भवती उक्तवती तथा कर्तुमेव नैव शक्यते, तत्र विधिसूत्रं किमपि तत्र स्यात्, विधिसूत्रं स्यात् तदानीं ह्रस्वादेशः एकारस्य ह्रस्वादेशः कः इति चेत् ईकारः इति वक्तुं शक्नुमः, अत्र तु विधिसूत्रं किमपि नास्ति, कथे इति सन्दर्भे विधिसूत्रं कुत्र अस्ति, अतः चिन्तयतु इतोपि. अस्तु, तर्हि धन्यवादः, नमस्कारः. धन्यवादः.